पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 25 शेष उवाच अथ वीक्ष्य भटान्निजान् नृपो रुधिरौखेण परिप्लुताङ्गकान् सुखमापन वै शुशोचतान् परिपप्रच्छ सुतस्य चेष्टितम् गदताखिलकर्म तस्य वै सकथं चाहरदश्ववर्यकं कथयन्तु पुनः कियद्बलं बदवीरा कदियोद्धुमागदाः अध शत्रुबलोन्मुखः कथं मम वीरो दमनोरणं व्यधाद विजयं च विधाय दुर्जयं किल वीरं वद कोऽप्यशातयद इत्याकर्ण्यवचो राज्ञप्रत्युचुस्तेस्य सेवकाः क्षदजेन परिक्लिन्न गात्र वस्त्रादिधारिणः राजन्नश्वं समालोक्य पत्र चिह्नाद्यलङ्कृतं ग्राहयामास गर्वेण तूणीकृत्य रघूत्तमं तदो हयानुगप्राप्तस्वल्पसैन्यसमावृतः तेन साकमभूद्युद्धं तुमुलं रोमहर्षणं तम्मूर्च्छितं तद कृत्वा तव पुत्रस्वसायकैः यावत् तिष्ठत्यथा यातशत्रुघ्नस्वबलैर्वृतः ततो युद्धं महदभूच्चस्त्रास्त्रपरिबृंहितं बहुशो जयमापेदे तव पुत्रो महाबलः इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना मूर्च्छितः प्रधने राजन् कृतो वीरसुतस्तव इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः स्थगिताङ्ग इवासीत् स समुद्र इव पर्वणि उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः दन्तैर्दल्लिहनोष्ठं जिह्वया शोककर्षितः सेनापदे कुरुष्वारान् मम सेनां तु सज्जितां योत्स्ये रामस्य सुभडैर्मम पुत्रोपखादकैः अद्याकं मम पुत्रस्य दुःखदं निशितैश्वरैः पादयिष्ये यदि ह्येनं रक्षितापि महेश्वरः सेनापदिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः निशम्य च तथा कृत्वा सज्जीभूतो भवत् स्वयं राज्ञे निवेदयामास ससज्जां चतुरङ्गिणीं सेनां कालबलप्रख्यां हददुर्जनकोडिकां श्रुत्वा सेनापदेर्वाक्यं सुबाहुः परवीरः निर्जगाम ततो यत्र शत्रुघ्नस्वसुतार्दनः कुञ्चरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः रथैश्च सर्वशस्त्रास्त्रपूरितैरिभुजे त्रिभुः भूश्चकम्पे तदा तत्र सैन्यभारेण भूरिणा सम्मर्दसुमहानासीत् तत्र सैन्ये विसर्पदि राजानं निर्गतं दृष्ट्वा रथेन कनकाङ्गिना शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकं सुखे दुस्तस्य वैभ्राता गदायुद्धविशारदः रथेनाश्वाजगामायं सर्वशस्त्रास्त्रपूरितः चित्राङ्गस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः जगामस्वरधेनाशु शत्रुघ्नबलमुन्मदम् तस्यानुजो विचित्राख्यो विचित्ररणकोविदः ययौ रथेन कैमेन भ्रातृदुःखेन पीडितः अन्येषु रामहेष्वासा सर्वशस्त्रास्त्रकोविदाः ययोर्नृपसमाधिष्ठाः प्रथनं वीरपूरितं राजा सुबाहुः सम्रोषादागतः प्रधनाङ्गणे विलोकयामास सुतं मूर्च्छितं शरपीडितम् रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधं वीक्ष्य दुःखं मुहुप्राव वीजयामास पल्लवैः जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना संज्ञामापशनैर्वीरो दमनः परमास्त्रविद उद्धितः क्व धनुर्मेऽस्ति क्व पुष्कल इदो गदः संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः इति वाक्यं समाकर्ण्य सुबाहुपुत्रभाषितं परमं हर्षमापेदे परिरभ्य सुतं स्वकं दमनो वीक्ष्यजनकं नृपं नम्र शिरोधरः पपाद पादयोर्भक्त्या क्षददेहोऽस्त्रराजिभिः स्वसुतं रथसंस्तं तु विधाय नृपतिः पुनः जगादसेनाधिपतिं रणकर्मविशारदः व्यूहं रचय सङ्ग्रामे क्रौञ्चाह्यं रिपुदुर्जयं यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपदेहे तद्वाक्यमाकर्ण्य सुबाहुभूपदेहे क्रौञ्चाह्य सद्व्यूह विशेषमादधाद यन्नो विशन्ते सहसा रिपोर्गणा महाबला शस्त्रसमूहधारिणः मुखे सुखे दुस्तस्यासीत् गले चित्राङ्गसंज्ञकः पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः मध्ये सैन्यं महत्तस्य चतुरङ्गैस्तु शोभितं कृत्वान्यवेदयद्राज्ञे क्रौञ्जव्यूहं विचित्रितं राजा दृष्ट्वा सुसन्नद्धं क्रौञ्जव्यूहं सुनिर्मितं रणाय स्वमदिं चक्रे शत्रुघ्नकटके स्थितैः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुसैन्यसमागमो नाम पञ्चविंशोऽध्यायः ॐ